गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे संयोगनाशको गुणः विभागः इति चतुर्विंशतिगुणेषु अन्यतमः अस्ति विभागः इति कश्चन गुणः। तस्य लक्षणं कथं कृतं? संयोगनाशकः गुणः, येन गुणेन संयोगः इति गुणस्य नाशः भवति, तादृशगुणः अस्ति विभागः। अपि च सर्वद्रव्यवृत्तिः, सर्वेषु द्रव्येषु विभागः लभ्यते, भवितुमर्हति इति अर्थः। नित्यद्रव्येषु अपि भवितुमर्हति। किमर्थम् इत्युक्ते मूर्तद्रव्यनित्यद्रव्ययोः मध्ये संयोगः भवितुम् अर्हति इति अस्माभिः अधीतम्। तर्हि संयोगस्य नाशः कथं भवति इति चेत् विभागेन भवति। तर्हि विभागः अपि नित्यद्रव्येषु भवितुम् अर्हति, विभुद्रव्येषु अपि च अणुद्रव्येषु। इत्युक्ते परमाणोः मध्ये, परमाणुद्वयोः मध्ये यदा संयोगः जायते तदा एव सृष्टिः भवति। तर्हि प्रलयः कथं भवति इति चेत् तत्र विभागः जायेत, नो चेत् प्रलयः एव न भवति इत्यतः। अतः सर्वद्रव्यवृत्तिः इति मूलग्रन्थे यदुक्तं तत् समीचीनम्। तदनन्तरं चिन्तनं जायमानम् अस्ति इदानीं संयोगनाशात् विभागः न अतिरिक्तगुणः इति आक्षेपः। इत्युक्ते संयोगः नाशः विभागेन जायते इति नैयायकः यद्वदन्ति तद् अनावश्यकम्। संयोगनाशः एव विभागः। यथा प्रकाशस्य अभावः एव अन्धकारः इति वदामः, तथा संयोगस्य अभावः एव नाशः विभागः इति किमर्थं न स्वीकुर्मः इति पृष्ट्वा तत्र स्थूलरीत्या एकम् उत्तरम् उक्तं। किम् इति चेत्, इदानीं घटभूतलयोः मध्ये संयोगः आसीत् इति चिन्तयतु। तर्हि इदानीं घटे क्रिया उत्पादितं, तर्हि तेन तया क्रियया तत्र प्रथमक्षणे क्रिया भवति, अग्रिमक्षणे विभागः जायते, तृतीयक्षणे पूर्व देशसंयोगस्य नाशः भवति, चतुर्थक्षणे नूतनदेशसंयोगः भवति, पञ्चमक्षणे क्रियायाः नाशः भवति इति अस्माभिः अधीतम्। तर्हि द्वितीयक्षणे यदा विभागः जायते तदेव आक्षिपति पूर्वपक्षी, त्यजतु द्वितीयक्षणं, त्यजतु प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियया एव संयोगस्य नाशः भवति, तृतीयक्षणे तया क्रियया एव नूतनदेशेन सह संयोगः जायते, चतुर्थक्षणे क्रियायाः नाशः भवति इति किमर्थं न स्वीकर्तुं शक्यते इति तत्र स्थूलरीत्या एकम् उत्तरम् उक्तमस्ति। किम् इति चेत्, यदा घटे क्रिया जायते तदा इदानीम् अस्माकं प्रयोगः कः? घटः भूतलात् विभक्तः इति। तर्हि विभक्तः इति भावरूपप्रयोगं क्रियते अस्माभिः। इत्युक्ते घटः घटभूतलयोः संयोगः नष्टः इति वयं न वदामः, किन्तु घटभूतलयोः विभागः जातः। घटः भूतलात् विभक्तः, तर्हि तत्र अपादानमपि वदामः इति कृत्वा किमपि भावरूपं वक्तव्यं भवति। यदि संयोगस्य नाशः एव अभावरूपमेव स्वीकुर्मः तर्हि एतादृशप्रयोगः न कर्तुं शक्यते इत्यतः तत्र विभागः इति गुणः अङ्गीकर्तव्यः इति उक्तम्। तदनन्तरं तत्र सूक्तिललन्तिका आसीत्, तत्र पूर्वपक्षिणः मतं किम्, आशयः कथम्, ते किं वदन्ति? तस्य भावपदार्थान्तर अवगाहित्वे अपि, यद्यपि घटः भूतलात् विभक्तः इति भावरूपं दृश्यते, तथापि तादृशविभोगोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन तर्हि प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे संयोगस्य विभागः जायते इति नैयायिकाः वदन्ति, तृतीयक्षणे एव संयोगस्य नाशः, पूर्वदेशसंयोगस्य नाशः भवति इति नैयायिकाः वदन्ति. किन्तु क्रियया एव संयोगस्य नाशः अपि भवितुम् अर्हति इत्यतः द्वितीयक्षणे एव तत्र क्रियया पूर्वदेशसंयोगस्य नाशः भवति इति तत्रैव लाघवमस्ति. किमर्थम्? इतोपि एकं सोपानं वक्तव्यम् इति पूर्वपक्षी पुनः आक्षिपति. पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन तत्र सा तावत् तादृशसम्भावना अस्ति इत्यतः विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् मूलोक्तं संयोगनाशको गुणः विभागः इति असङ्गतम् इति. इत्युक्ते संयोगस्य नाशः भवितुमर्हति द्वितीयक्षणे, तस्मिन् क्षणे इदानीं विभागः नास्ति, द्वितीयक्षणे एव विभागः जायते. तर्हि अस्माकं निकषः आसीत् खलु, तिस्रः निकषः, कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्योत्पत्तेः पूर्वक्षणे कारणं भवेत् इति. तर्हि यदि द्वितीयक्षणे संयोगस्य नाशः भवति क्रियया इति स्वीकुर्मः, तत्र इदानीं विभागः एव नास्ति. भवतु, केवलं व्यवहारः एतादृशं कुर्मः, घटः भूतलात् विभक्तः, तत्र भावरूपम् इति दृश्यते, किन्तु वस्तुतः तत्र किमस्ति? संयोगनाशः एव अस्ति, नूतनगुणस्य उत्पादनमेव नास्ति इति पूर्वपक्षी वदति. एषः सिद्धान्तः नास्ति, केवलं पूर्वपक्षी वदति. तावत् प्राप्तम्. तर्हि 2-1-100 तृतीयपङ्क्तिः ततः आरम्भणीयम्. अत्र उच्यते इति इदानीं सिद्धान्तिः तस्य वादं वदति, किमर्थं विभागः इति नूतनगुणः अङ्गीकर्तव्यः इति. अस्तु, तर्हि पठेम. श्रीराममहोदय आरब्धुमिच्छति वा? न महोदय, पठामि. अत्रोच्यते नाशपरपर्यायः ध्वंसस्तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोच्यमानः प्राग्भावं विहाय. क्षम्यतां, प्रथमवाक्यं केवलं तत्र यद्वाक्यम् इदानीं पठितं तस्मिन्नेव किञ्चित् विवरणं ददातु. नाश अपरपर्यायः ध्वंसः तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः. अत्र नाशस्य पर्याय नास्ति ध्वंसः. क्षम्यतां, नाश नाश अपरपर्यायः इति समस्त समस्तपदमस्ति, तस्य विग्रहवाक्यं वदतु. अपरः पर्यायः, अपरपर्यायः नाशात् अपरः पर्यायः वा? नाशात् नास्ति, नाशात् इत्युक्ते तत्र पञ्चमी भवति खलु, नाशस्य अपरः वा? हा, सत्यं, नाशस्य अपरः, नाशापरः इति षष्ठी तत्पुरुष, नाशस्य अपरः, नाशापरः, स च अपरः एव पर्यायः इत्युक्ते तत्र कर्मधारयः. अपरः एव पर्यायः कर्मधारयः, अपरः एव पर्यायः नाशस्य. वदतु, नाशस्य अपरः इत्युक्ते तत्र विभागः. न न न, इदानीं तत् त्यजतु, तत् त्यजतु. एवम् अत्र नाशस्य अपरः, अपरः पर्यायः इत्युक्ते सिनोनिम् इति अर्थः. नाशस्य अपरः पर्यायः ध्वंसः. ध्वंसः इत्युक्ते इति उक्तम्. नाशस्य पर्यायः इति स्वीकुर्मः तदा. अपरः इति, अपरः पर्यायः इत्युक्ते भिन्ननाम इति, तावदेव. अस्तु अस्तु, अहम् अस्तु, अस्तु अहं चिन्तितवान् अपर इत्युक्ते डिफरेण्ट् डिफरेण्ट् एव सत्यं नाशस्य अपरः नाश अपरः अपरपर्यायः ध्वंसः तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इत्युक्ते ध्वंसः केन कारणेन उत्पद्यते इति तावत् आलोचयामः तत्र आलोचनं वयं कुर्मः इदानीम् इति अस्ति इत्युक्ते इदानीं द्रव्यसप्तपदार्थाः सन्ति खलु सत्यं तेषु इदानीं द्रव्यस्य यस्य कस्यापि द्रव्यस्य इत्युक्ते नाशः इत्युक्ते नित्यद्रव्याणां नाशः न भवत्येव तर्हि तत् त्यक्तव्यम् अत्र चिन्तनार्थं तत् त्यक्तव्यं तदनन्तरं ये अनित्याः द्रव्या यानि अनित्याणि द्रव्याणि सन्ति तेषां नाशः कथं भवति गुणानां नाशः कथं भवति क्रियायाः नाशः कथं भवति अभावस्य नाशः कथं भवति इति तादृशचिन्तनं प्रथमम् अत्र स्थूलरीत्या करोति तर्हि तत्र प्रथममस्ति प्रागभावम् अस्तु इदानीं पठतु प्रागभावं प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः इत्युक्ते प्रागभावं विहाय इत्युक्ते प्रागभावं विहाय सामान्यादीनां सामान्य इत्युक्ते अन्योन्य वा सामान्य भावपदार्थाः वा न न अभावाः चत्वारः अभावाः स्वीकृताः खलु अन्योन्य अत्यन्त अभावः अस्ति प्राग् प्रध्वंस अन्योन्य अत्यन्त अभावः सन्ति तत्र प्रागभावं विहाय तदा अन्योन्य अत्यन्त प्रध्वंस प्रध्वंस अन्योन्य अत्यन्त अभावः सन्ति सामान्यादीनां न भवति एव नाशः तदा प्राग् अभावस्य नाशः भवति तु प्रध्वंसभावस्य नाशः न भवितुम् अर्हति इति अर्थः वा सत्यं प्रध्वंस अभावस्य अत्यन्त अभावस्य अन्योन्य अभावस्य नाशः यदा कदापि न भवति भवति यदा तेषाम् उत्पादनं भवति तदा तदनन्तरं तेषां नाशः एव न भवति इति कृत्वा तर्हि इदानीं कस्मिन् विषये चिन्तनीयं प्रागभावस्य नाशः कथं भवति इति एव चिन्तनीयम् अस्तु अग्रे पठतु अस्तु प्रागभावस्तावत् प्रतियोगी सामग्र्या नश्यति प्रागभावस्तावत् प्रतियोगी सामग्र्या नश्यति इत्युक्ते यदा प्रागभाव अग्रे पठतु दण्डचक्रादि समवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री तद् अग्रिमक्षणे घटोत्पत्तिः तस्मिन् क्षणे प्रागभावस्य नाशः एवं क्रियानाशः तावत् तस्मिन् क्षणे प्रागभावस्य नाशः तर्हि इदानीं वदतु प्रागभावस्य नाशः कथं भवति इति अस्तु प्रागभाव तावत् प्रतियोगिसामग्र्या नश्यति यदा प्रतियोगिसामग्र्या सन्ति सामग्री सन्ति कार्य उत्पत्ति कार्य उत्पत्तिक्रमे तत्र यदा सर्वे सामग्र्यः सन्ति तदा तया सामग्र्या प्रागभावस्य नाशः भवति दण्डचक्रादि समवादेन यदा दण्डचक्र इत्यादि घट उत्पत्तिकारणानि भवन्ति चेत् कपालद्वयसंयोगोत्पत्तिक्षणे यदा अनेन किम् एतैः कारणैः यदा घटोत्पत्तिः भवति कपालद्वयसंयोगेन तत्र घटोत्पत्ति अग्रिमक्षणे तत्र घट सामग्री भवति तदनन्तरं द्वितीयक्षणे घटोत्पत्तिः भवति तदनन्तरं तृतीयक्षणे क्षम्यतां तस्मिन्नेव क्षणे प्रागभावस्य नाशः अपि भवति इत्युक्ते तत्र प्रथमं कारणानि आवश्यकानि यदा कारणानि सन्ति तदा द्वितीय अग्रिमक्षणे घटोत्पत्तिः तस्मिन्नेव क्षणे तत्र प्रागभावस्य नाशः भवति. तस्मिन् इत्युक्ते कस्मिन् क्षणे महोदय? घटोत्पत्तिक्षणे वा? घटोत्पत्तिक्षणे नास्ति. सत्यं सत्यं, घटोत्पत्तिक्षणे एव तत्र प्रथमक्षणे सामग्रीणां समवधानं क्रियते, द्वितीयक्षणे घटोत्पत्तिः अपि भवति, प्रध्वंस अभावस्य नाशः अपि भवति इति. तर्हि अत्र मुख्यवार्ता किम् इति चेत्, नैयायिकानां मतानुसारं यदि एकस्मिन् कार्याधिकरणे सर्वाणि कारणानि भवन्ति चेत्, तर्हि सर्वाणि कारणानि इत्युक्ते दण्डः भवेत्, चक्रं भवेत्, कपालद्वयं भवेत्, कुलालः तत्र भवेत्, कुलाले ज्ञानं भवेत्, इच्छा भवेत्, कृतिः भवेत्, एतत् सर्वम् अस्ति चेत् अग्रिमक्षणे कार्य उत्पत्तिः भवत्येव, भवत्येव अनिवार्यमस्ति. यदि एकस्मिन् क्षणे सर्वाणि कारणानि कार्याधिकरणे सन्ति चेत् तस्मात् अग्रिमक्षणे कार्यम् उत्पद्यत् एव, तत्र किमपि तत्र तन्त्रं नास्ति. इत्युक्ते इतोपि तत्र यद्यपि कारणानि सन्ति तथापि कार्यं न उत्पद्यते इति तादृशं स्थितिः यदा कदापि न भवति, कार्योत्पत्तिः भवत्येव इति कृत्वा. अपि च प्रागभावः घटोत्पत्तेः कारणमस्ति, एकविधकारणमस्ति, तदपि अस्माभिः पूर्वं दृष्टम् इति कृत्वा कार्योत्पत्तेः पूर्वक्षणे प्रध्वंसाभावः भवेत्, तद् अग्रिमक्षणे कार्योत्पत्तिः जायते अपि च प्रध्वंस अभावस्य नाशः अपि भवति. तर्हि प्रध्वंस अभावस्य नाशं प्रति किं कारणम्? तत्र घटोत्पत्ति एव प्रागभावस्य नाशस्य कारणम्. न, घटोत्पत्ति इति मा वदतु, प्रतियोगी सामग्र्या नश्यति इति उक्तं खलु, तत्र तृतीया एकवचनं. तदपि अस्तु, सामग्र्या नश्य तदपि तु घटोत्पत्ति भवति चेत् तस्य नाशः भवति खलु महोदय, प्रागभावस्य. किन्तु अस्माकं एकं कारणम् इति स्वीकर्तव्यं चेत् कार्योत्पत्ति कारणं स्वीकरणं भवेत् खलु, कारणं सामग्री एव. हा, यदि घटोत्पत्तिः एव घटप्राध्वंस अभावस्य नाशस्य कारणम् इति वदामः, घटोत्पत्तिः यदा जायते तस्मात् अग्रिमक्षणे एव प्रध्वंस अभावस्य नाशः भवितुमर्हति इति. किमर्थम् इत्युक्ते पूर्वक्षणे कारणं भवेत् कार्याधिकरणे, तद् नास्ति खलु. सत्यं, किन्तु पूर्वक्षणे सामग्र्याः सन्ति इत्यतः, अतः एव मया उक्तं, यदि सर्वाः सामग्र्यः कार्याधिकरणे सन्ति तस्मात् द्वितीयक्षणे कार्यद्वयं भवत्येव अनिवार्यम्. एकं तु कार्य उत्पत्तिः, द्वितीयं तु कार्यस्य प्रध्वंसाभावस्य नाशः इति द्वयमपि भवत्येव. अस्तु, तर्हि प्रध्वंसाभावस्य नाशः कथं भवति इति अधीतम्, अपि च अन्येषाम् अभावानां नाशः न भवति इति अपि अधीतम्. तर्हि सम्पूर्णचिन्तनं जातम् अभावस्य विषये. तर्हि इदानीम् अग्रे क्रियायाः नाशः कथं भवति इति. अस्तु, शिवराममहोदय पठति वा? आं महोदय, पुटसङ्ख्या वदतु मेडम्. हरि ओम्. 2-1 तत्र तृतीयपङ्क्तिः अस्ति. तत्र अधस्तात् तृतीयवाक्यम् एवम्. एवं क्रियानाशः उत्तरदेशसंयोगात् भवति, अत एव न, एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. सत्यम्. अभिघातादि संयोगवशात् घटादौ क्रिया, ततः सम्प्रति साधयितुम् इष्टः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोगोत्पत्तिः, तदग्रिमक्षणे नश्यन्ति नश्यति क्रिया. एवं क्रियानाशः नाशः कथं भवति इति अत्र उक्तं, वदतु. हा, उत्तरदेशसंयोगात् उत्तरदेशस्य संयोगः यदा भवति तदा क्रियायाः नाशः तत्र भवति, नाम क्रियायाः समापनं तत्र भवति. तर्हि कारणं किं? उत्तरदेशसंयोगः तत्र कारणं. हा, उत्तरदेशसंयोगः इति गुणः एव क्रियायाः नाशकः अस्ति. आम् आम्, अस्तु. तदनन्तरं अभिघातादिसंयोगवशात् घटादौ क्रिया. अभिघातादिसंयोगवशात् घटादौ क्रिया न अवगतम्. अभिघातादि अभिघातः इत्युक्ते किम्? अभिघातः नाम घटस्य उपरि घातः वा? अभिघातः घातः इत्युक्ते किम्? घातः नाम तस्य किमस्ति, तस्य उपरि किमपि स्ट्रोक्. हा, तदेव तदेव तदेव ताडनम् इति चिन्तयतु. ताडनं तदेव तदेव मम विवक्षा. अभिघातादि संयोगवशात् घटादौ क्रियाः, यदि अभिघातादि संयोगः यदि घटेन सह यदा भवति तदा घटमध्ये क्रिया भवति, घटादौ क्रिया. ततः सम्प्रति साधयितुम् इष्टः विभागः इति मूलमतं यदस्ति तदेव वदति अत्र. तर्हि प्रथमक्षणे क्रिया जायते, अभिघातादिसंयोगवशात् क्रिया जायते प्रथमक्षणे, द्वितीयक्षणे विभागः जायते, यस्य निरूपणम् इदानीमेव क्रियमाणमस्ति इति, साधयितुम् इष्टः तद् विभागः जायते. तदनन्तरं ततः पूर्वदेशसंयोग नाशः, नाम पूर्वदेशेन सह यः संयोगः अस्ति तत्संयोगस्य तत्र नाशः भवति. ततः उत्तरदेशसंयोग उत्पत्तिः भवति, पूर्वदेशसंयोगनाशः भवति, उत्तरदेशस्य तत्र संयोगः भवति, तस्य उत्पत्तिः भवति. तदग्रिमक्षणे नश्यति क्रिया, यदा उत्तरदेशसंयोगः भवति तदा क्रिया तत्र नश्यति, नाम क्रियायाः तत्र समापनं. हा, तर्हि एतावत् अस्माभिः किम् अधीतं? प्रध्वंसस्य प्रध्वंस अभावस्य नाशः सामग्र्यायाः समवधानेन कार्याधिकरणे समवधानेन भवति, क्रियायाः नाशः उत्तरदेशसंयोगेन भवति. तर्हि इदानीं द्रव्यस्य नाशः कथं भवति इति अग्रे भवानेव पठतु. द्रव्यनाशः तर्हि केन जायते? समवायिकारणनाशात्. लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव. कपालद्वयसंयोग उत्तरदेशसंयोगात् इत्युक्ते कः अर्थं महोदय? उत्तरदेशः नूतनसंयोगः जायते खलु, क्रियानाशः. अस्तु, प्रथमक्षणे क्रिया जायते, चिन्तयामः क्रियायाः नाम अस्ति ए इति. ए क्रिया प्रथम क्षणे जायते. कथं जायते? अभिघातादिसंयोगवशात् तत्र किमपि स्ट्रैक् करोति चेत् क्रिया जायते द्रव्ये. द्वितीयक्षणे विभागः जायते. तृतीयक्षणे विभागेन पूर्वदेशसंयोगस्य नाशः भवति. सत्यं. चतुर्थक्षणे नूतनसंयोगः उत्पद्यते अन्येन देशेन सह, नूतनसंयोगः उत्पद्यते. चतुर्थक्षणे यः नूतनसंयोगः उत्पद्यते तदेव कारणं भवति ये क्रियायाः नाशं प्रति. क्रियायाः नाशं क्रियायाः नाशं कथं? गमधातोः फलं तदेव अस्ति, उत्तरदेशसंयोगः. सत्यं. तर्हि प्रश्नः कः श्रीराम महोदय? क्रिया इदानीम् अहं घटं ताडयामि तदा घटे किञ्चित् चलनं भवति तदा क्रिया कदा स्थगनं भवति इति प्रश्नः वा क्रिया अत्र कन्दुकम् इति स्वीकरोतु उदाहरणं कन्दुकम् इतोपि स्पष्टतया अर्थः भवति कन्दुकस्य ताडनं करोतु तर्हि तस्मिन् क्रिया जायते खलु सत्यं तया क्रियया प्रथमं विभागः उत्पद्यते विभागेन पूर्वदेशसंयोगस्य नाशः भवति तदनन्तरं तत्र यावत् क्रिया जायते इति वस्तुतः नास्ति इतोपि तत्र किञ्चित् चिन्तनम् आवश्यकमस्ति इत्युक्ते तत्र वेगः आख्य संस्कारः जायते इति अग्रे आयास्यति संस्कारविषये यदा पठेम तदा भवतु इत्युक्ते तत्र ये क्रिया चलन्नस्ति जायमानमस्ति खलु किन्तु तत्र जायमानम् इत्युक्ते नित्यत्वेन जायमानं नास्ति यस्मिन् तस्य नाशः भवति तर्हि तस्य क्रियायाः नाशस्य कारणं वक्तव्यं संयोगः अन्यदेशसंयोगः अन्यदेशसंयोगः एव क्रियायाः नाशस्य कारणम् इति नैयायिकाः वदन्ति किमर्थम् अन्यदेशसंयोगः पूर्वक्षणे अस्ति खलु सत्यं क्रियायाः नाशस्य पूर्वक्षणे अन्यदेशसंयोगः अस्ति इति कृत्वा यदा अन्यदेशसंयोगः जायते तदा तस्मात् अग्रिमक्षणे क्रियायाः नाशः अपि भवति इति नैयायिकाः वदन्ति सत्यम् अवगतं धन्यवादः अस्तु तर्हि अत्र किमस्ति श्रीराम महोदय द्रव्यनाशः द्रव्यनाशः तर्हि केन जायते समवाय समीचीनतया न श्रूयते महोदय द्रव्यनाशः तर्हि केन जायते समवायिकारणनाशात् नाम समवायिकारणस्य नाशेन तत्र द्रव्यनाशः तत्र भवति लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव तत्र कपाल तथा लघुडादिपातेन कपाल तथा घट एतयोः मध्ये तत्र समवायिकारणत्वमस्ति कपाले घटस्य यदि घटनाशः भवति तर्हि तत्र समवायिकारणस्य अपि तत्र नाशः भवति न न इति नास्ति इदानीं घटस्य नाशः कथं भवति इति वदन् अस्ति अत्र घटस्य नाशः घटस्य समवायिकारणं किम् घटस्य समवायिकारणं कपालः हा तर्हि यदि तत्र लगुडा इत्युक्ते स्टिक् दण्डः इति स्वीकरोतु दण्डः क्षिपामश्चेत् कपालं प्रति तर्हि कपालस्य नाशः भवति यदि कपालस्य नाशः भवति समवायिकारणस्य एव नाशः भवति तर्हि कार्यं तिष्ठति वा न कार्यं न तिष्ठति हा इति कृत्वा समवायिकारणस्य नाशः कार्यस्य नाशः भवति अपि भवति इति उक्तं भवता विपरीतरीत्या उक्तं घटनाशेन कपालस्य नाशः भवति इति उक्तं किन्तु तद् विवक्षा नास्ति कपालस्य नाशेन घटनाशः भवति कपालस्य नाशेन घटस्य नाशः भवति आमां हा तर्हि घटम् इति घटनाशः तत्र लोकसिद्धः सत्यं समवायिकारणनाशेन कार्यस्य नाशः द्रव्यस्य नाशः भवति इति एकम् अस्तु अग्रे पठतु महोदय कपालद्वयसंयोग रूप असमवायिकारणनाशादपि भवति गुणनाशः द्रव्यनाशः कपालद्वयस् हा द्रव्यना भवति गुणनाशः न द्रव्यनाशः इति किमर्थं पठति न तत्र अग्रिमपङ्क्ति कपालद्वयसंयोगरूप असमवायिकारणनाशाद् अपि भवति गुणनाशः अत्र मम समीपे तु गुणनाशः लिखितमस्ति ओ अत्र द्रव्यनाशः इति परिवर्तनीयं यदि गुणनाशः इति दृश्यते दोषाय द्रव्यनाशः द्रव्यनाशः मम पुस्तके द्रव्यनाशः इति अस्ति अतः एव मम पुस्तके गुणनाशः अस्ति अस्तु अग्रे पठतु कपालद्वय हा कपालद्वय संयोगरूप असमवायीकारणनाशाद् अपि भवति द्रव्यनाशः. अत्र द्वयोः कपालयोः मध्ये यः संयोगः अस्ति, संयोगरूप असमवायी अस्ति न, असमवायीकारणनाशाद् अपि भवति भवति तत्र द्रव्यनाशः. इत्युक्ते कपालद्वयोः द्वयोः मध्ये यदा संयोगः क्रियते तदा एव घटस्य उत्पादनं भवति खलु. आम्, तर्हि संयोगः अपि एकविधकारणं. कीदृशकारणं? समवायिकारणं नास्ति, असमवायिकारणमस्ति. असमवायिकारणमस्ति. तर्हि संयोगस्य नाशं कुर्मश्चेत्, असमवायिकारणस्य नाशं कुर्मश्चेदपि घटस्य नाशः. अस्तु, तस्मिन् विषये अग्रे लिखितं. कश्चित् कश्चित् परीक्षकः घटम् आदत्तेः किञ्चित् शस्त्रमादाय मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति, न हि तेन कपालः नष्टः तथापि घटः नश्यति. किञ्चित् शस्त्रमादाय स्पष्टमस्ति, मृदादिलेपेन कुलालेन कुलालेन यत् घटस्य निर्माणं कृतमस्ति तत् घट एव सः तस्य नाशं करोति, न हि तेन कपालः नष्टः तथापि घटः नश्यति. घटस्य उपरि यदा आघातः भवति तदा तत्र घटस्य नाशः भवति, नाम द्रव्यस्य तत्र नाशः भवति. किन्तु अत्र केन, कस्य नाशेन घटस्य नाशः भवति? तत्र संयोगस्य नाशः, कपालद्वये संयोगस्य नाशः तत्र अभवत्. कपालस्य नाशः तत्र न अभवत्, संयोगस्य नाशः तत्र अभवत्, तेन तत्र द्रव्यस्य नाशः अपि तत्र अभवत्, घटस्य नाशः अपि अभवत्. अस्तु, अग्रे पठतु महोदय. अतः यथा कपालनाशात् घटः नश्यति तथा कपालद्वयसंयोगनाशात् अपि. कपालनाशात् घटः नश्यति तथा कपालद्वयसंयोगनाशात् अपि. आम्, कपालस्य नाशेन यथा घटस्य नाशः भवति तत्प्रकारेणैव कपालद्वयमध्ये यः संयोगः अस्ति संयोगनाशेन अपि तत्र घटस्य तत्र नाशः भवति, घटः तत्र नश्यति. तथा च द्रव्यनाशः समवायीकारणनाशात् असमवायीकारणनाशात् वा भवति इति आगतम्. नाम समवायीकारण वा असमवायीकारण एतयोः यदि नाशः भवति तदा द्रव्यनाशः भवति इति एतस्य अर्थः. बहु समीचीनं. तर्हि द्रव्यस्य नाशः कथं भवति इति चेत् समवायीकारणनाशेन वा असमवायीकारणनाशेन द्रव्यस्य नाशः भवति. किन्तु निमित्तकारणस्य नाशेन द्रव्यस्य नाशः न भवति. कुलालः नष्टः अस्ति चेत् घटः नष्टः इति न भवति. दण्डः नष्टः अस्ति चेत् तत्र घटः नष्टः इति न भवति. तर्हि समवायीकारणनाशात् असमवायीकारणनाशाद् वा द्रव्यस्य नाशः भवति. तर्हि इदानीं त्रयाणां द्रव्याणां विषये अस्माभिः चिन्तितं. प्रथमं तु द्रव्याणां नास्ति, पदार्थानां. प्रथमं तु प्रध्वंस अभावस्य नाशः कथं भवति. तत्र सामग्र्याः सामग्र्याः समवधानेन अत्र प्रध्वंस अभावस्य नाशः भवति इति अधीतम्. अपि च क्रियायाः नाशः कथं भवति? नूतनदेशसंयोगेन क्रियायाः नाशः भवति. द्रव्यस्य नाशः कथं भवति? समवायीकारणनाशेन अथवा असमवायीकारणनाशेन द्रव्यस्य नाशः भवति. तर्हि इदानीं गुणनाशः कथं भवति इति चिन्तनम् अग्रे आयास्यति. अस्तु, मेहुल् महोदय पठति वा? धन्यवादः महोदय. आं महोदय, धन्यवादः महोदय. आम्, गुणनाशं सम्प्रति चिन्तयामः. गुणसमवायीकारणनाशात् भवति गुणनाशः, यथा घटे नष्टे तद्रूपं नश्यति. तावद् ओके. अत्र गुणनाशं कथं भवति इति अधुना वयं चिन्तयामः. तर्हि गुणस्य नाशः गुणसमवायीकारणस्य नाशात् भवति. गुणसमवायीकारणं किं? तर्हि अत्र उदाहरणम् अस्ति, घटे नष्टे तद् रूपं नश्यति. यदि घटस्य नाशः भवति तर्हि तस्य रूपमपि नश्यति इति गुणनाशः. रूपम् इति गुणः, तस्य नाशः भवति यदा घटस्य नाशः भवति. घटः इति रूपस्य समवायिकारणम्. अतः गुणसमवायिकारणस्य नाश भवति चेत् गुणस्य नाशः भवति इति अत्र इति एकविधम्. अग्रे निमित्तकारणनाशात् अपि भवति गुणनाशः. अत्र गुणनाशस्य द्वितीयं कारणं निमित्त द्वितीय कारणं किम् इत्युक्ते निमित्तकारणस्य नाशः. अत्र अग्रे दत्तमस्ति उदाहरणं, द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं. दर्शितरीत्या पुटसङ्ख्या 980 आश्रयगतम् एकत्वं च असमवायिकारणं भवति. एवम् अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च एतत् तत्त्वं परिशिष्टे द्रष्टव्यं. तथा च अत्र निमित्तकारणनाशात् गुणनाशः. अस्तु, अत्र द्वितीयविध गुणनाशस्य कारणमिति निमित्तकारणनाशः. तर्हि कथम् एतस्य उदाहरणम् अत्र दत्तमस्ति, द्वित्वसङ्ख्यां प्रति द्रव्यम् इति समवायिकारणम्. अत्र घटम् एकः घटः अस्ति चेत् तत्र एकसङ्ख्या इति घटे यद् द्रव्यः अस्ति तदेव तस्य समवायिकारणं. यदि घटद्वयम् अस्ति चेत् तत्र द्वित्वसङ्ख्यां प्रति द्वितीयघटे यत् द्रव्यम् अस्ति घटद्वयोः मध्ये यत् द्रव्यम् अस्ति तदेव द्वित्वसङ्ख्यायाः समवायिकारणं. घटद्रव्योः मध्ये यत् द्रव्यम् अस्ति इति किमर्थं वदति? आम् आम् आम्, घटे यत् सङ्ख्या इति गुणः अस्ति. एकत्वम् एव, एकत्वम् इति सङ्ख्या अस्ति खलु, प्रत्येकं घटे एकत्वं जायते. आम् आम् सत्यम्, एकत्वम् अपि च द्वित्वं तदेव तस्य कारणमस्ति द्रव्यम् इति तस्य समवायिकारणं. न द्रव्यं नास्ति, द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणम् इति अस्ति खलु. हा, द्वितीयसङ्ख्यां प्रति समवायिकारणं द्रव्यमस्ति, किन्तु असमवायिकारणं किम्? ओ, असमवायिकारणम् इति एकत्वं, द्रव्ये यः आश्रयः एकत्वम् इति असमवायिकारणं. द्रव्ये यः आश्रितः अस्ति एकत्वम् इति, आश्रितः, तद् असमवायिकारणं भवति. एवम् अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. वैशेषिकानां मतानुसारं निमित्तकारणं किं? तर्हि ज्ञानविशेषः अपेक्षाबुद्धिः इति ज्ञानविशेषः इति एव तेषां मतानुसारं निमित्तकारणं भवति. तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च एतत् वयं परिशिष्टे एतत् सर्वं द्रष्टव्यम् इत्युक्ते अग्रे परिशिष्टम् इत्युक्ते अपेण्डिक्स् इति, तत्र किञ्चित् दत्तमस्ति. तथा च अत्र निमित्तकारणनाशात् गुणनाशः. तर्हि परिशिष्टं पठित्वा एव वयं ज्ञातुं शक्नुमः निमित्तकारणनाशात् गुणनाशः भवति. न अत्र परिशिष्टे इतोपि गभीरचिन्तनमस्ति, किन्तु यावदत्र दत्तमस्ति तद् आधारीकृत्य कथं वा गुणनाशं प्रति निमित्तकारणं कारणं भवितुमर्हति इति प्रतिपादयतु भवतः अवगमनं किम् इति. अत्र यावद् दत्तमस्ति तद् आधारीकृत्य अत्र असमवायिकारणं, अत्र निमित्तकारणं किम् इति. अस्तु, अहं प्रश्नान् पृच्छामि, भवान् वदतु तस्य उत्तरं, तर्हि अर्थबोधः जायते. अस्तु, इदानीं प्रथमक्षणे घटः जायते, तस्मात् अग्रिमक्षणे एकत्वम् इति गुणः सङ्ख्या तस्मिन् जायते इति सत्यं खलु? आं सत्यं. तर्हि इदानीं घटद्वयं अस्माकं पुरतः अस्ति. तर्हि घटद्वये अपि इदानीं द्वित्वं जायते. तस्य द्वित्वस्य असमवायीकारणं समवायीकारणं किं? प्रथमं तद्वदतु. द्वित्वस्य समवायीकारणं किम्? द्रव्यं घटः. घटः अस्तु. द्वित्वं प्रति असमवायीकारणं किम्? एकत्वं. बहु समीचीनम्. एकत्वम् इति गुणः, तद् पूर्वम् अस्माभिः पठितम्. आम् आम्. इति कृत्वा गुणः गुणेन भवितुम् अर्हति इत्यतः द्रव्ये विद्यमान एकत्वम् एव द्रव्ये जायमानद्वित्वं प्रति कारणम् इत्यतः एकत्वम् असमवायीकारणं भवति. तर्हि इदानीं प्रश्नः अस्ति, द्वित्वं प्रति निमित्तकारणं किम्? द्वित्वं प्रति निमित्तकारणं घटस्य रूपः नास्ति. घटस्य प्रति द्वित्वं प्रति द्वित्वं जायते. इदानीं चिन्तयतु, घटः यथावत् तिष्ठति चेत् तत्र एकत्वमेव अस्ति खलु? आमां, घटद्वयं द्वितीयघटम् इति. एकः घटः अस्ति, अन्यः घटः अस्ति, बहवः घटाः सन्ति, किन्तु तेषु कदा द्वित्वं वा त्रित्वं वा इति तादृशसङ्ख्या कदा जायते? अस्माकं विवक्षा अस्ति चेत् अपेक्षा. अत्र अपेक्षा बुद्धिः. अपेक्षा बुद्धिः अस्तु. अत्र कति घटाः सन्ति इति प्रश्नः यावदस्माकम् आत्मनि न उदेति तावत् तत्र द्वित्वं वा त्रित्वं वा न जायते. इति कृत्वा इदानीम् अस्माकम् अपेक्षा बुद्धिः निमित्तकारणं भवति द्वित्वं प्रति. यावदहं न पृच्छामि अत्र कति घटाः सन्ति इति, यावदहं न पृच्छामि तावत् तत्र द्वित्वमेव न जायते. न जायते. समीचीनम्. यदा प्रश्नः उदेति तदा एव अभवत्. इदानीं गणनं कुर्मः, एकं द्वे त्रीणि इति खलु? सत्यं सत्यं. यदा गणनं कुर्मः तदा एव तत्र द्वित्वं वा त्रित्वं वा ते जायन्ते, अपि च तेषां समवायीकारणं भवति घटः, असमवायीकारणं भवति प्रत्येकं घटे विद्यमान एकत्वम्. एकत्वं समीचीनं. किन्तु यदा अपेक्षा बुद्धिः, इदानीं चिन्तयतु, मम पुरतः घटद्वयमस्ति. इदानीं मम आत्मनि अपेक्षा बुद्धिः जाता. तर्हि एकं द्वे इति गणनं कृत्वा इदानीं द्वित्वं मया कृतम् उत्पादितं. तर्हि इदानीं मम मनसि आकाङ्क्षा अपगतम् इति चिन्तयतु, अपगता इति चिन्तयतु. तर्हि द्वित्वं तत्र तिष्ठति वा न खलु? तदपि नष्टः भवति, तस्यापि नाशः भवति. इत्यतः निमित्तकारणनाशादपि गुणनाशः भवति इति बोद्धुम् अत्र एतद् उदाहरणं स्वीकृतम्. बुद्धं खलु? अस्तु. तर्हि एतावत् गुणं गुणनाशं प्रति समवायीकारणनाशनेन गुणनाशः भवति. निमित्तकारणनाशनेनापि सर्वत्र नास्ति, निमित्तकारणनाशेनापि अत्र गुणनाशः भवितुम् अर्हति. उदाहरणमस्ति द्वित्वम् इति. अग्रे पठतु महोदय. अस्तु. समानाधिकरणगुणेनापि भवति गुणनाशः इति तृतीयकारणमस्ति अत्र. तृतीयकारणम्. समानाधिकरणगुणेनापि भवति गुणनाशः, यथा घटे तेजः संयोगेन श्यामादिरूपनाशः, पृथिव्यां द्रवत्वनाशोऽपि तेजः संयोगादेव. अस्तु, एकनिमिषम्. अत्र बहूनि उदाहरणानि दत्तं, तत्र प्रथम उदाहरणं स्वीकृत्य किञ्चित् प्रतिपादयतु. घटे तेजसंयोगेन श्यामादिरूपनाशः. घटे यदि तेजः संयोगः भवति तर्हि श्यामादिरूपः इत्यस्य नाशः भवति. अत्र समानाधिकरणगुणेन अत्र तर्हि उदाहरणं स्वीकृत्य वदतु, प्रतिपादयतु. घटे तेजसंयोगेन तत्र समानाधिकरणं कथं भवति घटः एव तेजसि संयोगः भवति घटस्य एव अतः रूपम् इति गुणस्य नाशः भवति श्यामादि यत् रूपमस्ति तस्य नाशः भवति परन्तु तत्र समानाधिकरणम् इति कथं भवति इति न अहम् अवगतम्। अस्तु अहं पुनः प्रश्नान् पृच्छामि तस्य उत्तरं वदतु। इदानीं कस्य गुणस्य नाशं प्रति अत्र उक्तम्? कस्य गुणस्य नाशः घटस्य गुणस्य नाशः न तत्र रूपम् इति गुणः अस्ति खलु घटे विद्यमानरूपं नीलरूपम् इति स्वीकरोतु। आम् आम् श्यामरूपं श्याम श्यामम् इति दत्तमस्ति खलु श्यामरूपम् इति दत्तम् श्याम इति रूपं श्याम कलर् तस्य नाशः कथं भवति इति इदानीं चिन्तनम्। आं सत्यम्। अस्तु तर्हि श्यामरूपं कुत्र अस्ति? घटे। केन सम्बन्धेन? समवायिसम्बन्धेन। सत्यं समवायिसम्बन्धेन श्यामरूपः घटे अस्ति श्यामरूपं घटे अस्ति। अस्तु तर्हि इदानीं घटतेजसोः मध्ये संयोगः जायते। संयोगः इति कीदृशगुणः संयोगः इति कीदृशपदार्थः? ओ संयोगः इति गुणः। हा संयोगः इति गुणः अस्ति खलु द्विनिष्ठः। संयोगः तेजः इति द्रव्यं घटः इति द्रव्यं द्रव्ययोः मध्ये संयोगः जायते। संयोगः इति द्विनिष्ठः तर्हि तेजसंयोगः घटे वर्तते घटसंयोगः तेजसि वर्तते तेजसि वर्तते तर्हि इदानीं संयोगः अपि केन सम्बन्धेन घटे अस्ति? समवायसम्बन्धेन। हा तर्हि संयोगः तेजसंयोगः इति गुणः समवायसम्बन्धेन घटे अस्ति श्यामरूपम् इति गुणः अपि समवायसम्बन्धेन घटे अस्ति तर्हि तयोः मध्ये तेजसंयोगः श्यामरूपं तयोः मध्ये समानाधिकरणं जातं वा? आम् सत्यं घटः एव समानाधिकरणं। हा समानाधिकरणं घटः तर्हि तयोः मध्ये समानाधिकरण्यम् अस्ति। अपि च इदानीं तेजसंयोगः इति गुणः एव श्यामरूपम् इति गुणस्य नाशं प्रति कारणं नाशं खलु इति कृत्वा अत्र तिथिः तृतीयविधकारणं लब्धं समानाधिकरणगुणेन अपि गुणनाशः भवति। तेजसंयोगगुणः इति समानाधिकरणे आगच्छति पटे आगच्छति अतः श्यामादिरूपस्य नाशः भवति इति तृतीयविधकारणम्। अस्तु इति तृतीयविधम् अत्र उक्तम्। अस्तु महोदय धन्यवादः। इदानीं अग्रे महोदय पठति वा? हा तत्र प्रश्नमस्ति महोदय श्यामरूपम् अथवा घटो तयोर्मध्ये घटो मध्ये श्यामरूपम् अस्ति चेत् तत् समवायसंयोगम् एव कारणम् इति न समवायसंयोगम् इत्युक्ते किं समवायसम्बन्धं तयोर्मध्ये नीलरूपं नीलघटमस्ति चेत् तत्र नीलत्वं घटत्वं तयोर्मध्ये समवायसम्बन्धः। नीलत्वं घटत्वम् इति न वदतु नीलत्वम् इति जातिः घटत्वम् इति जातिः नीलरूपम् अपि च घटः अनयोः मध्ये समवायसम्बन्धः अस्ति। तत्र एव मम प्रश्नः। उदाहरणतया अहं घटं उत्पादनं करोमि तदनन्तरम् अहं श्यामरूपं तत्र वाट् टु से ऐ एम् पेण्टिङ्ग् इट् इत् नीलरूपम् अस्तु तस्य समये समवायकारणं समवाय सम्बन्धं तत्र नास्ति अनन्तरमेव अनन्तरं घटस्य उत्पादनस्य अनन्तरम् अहं पेण्टिङ्ग् द घटं वित् श्यामरूप सो इति संयोगं ओन्लि सिद्धान् महोदय सत्यं तादृश उदाहरणे इदानीं पेण्ट् नीलरूपम् इति पेण्ट् इति भवान् स्वीकरोति तत्र पेण्ट् इति द्रव्यं आम् पेण्ट् इति द्रव्यं घटः इति द्रव्यं द्वयोः मध्ये इदानीं संयोगः जायते किन्तु यदा घटस्य उत्पादनं भवति तत्र तस्मिन् अग्रिमक्षणे तस्मात् अग्रिमक्षणे रूपम् अस्ति एव खलु कपालस्य रूपं यदस्ति तदेव घटे आगच्छति खलु नो नो मम प्रश्नं कपालद्वयं महोदय सी वाट् ऐ एम् सेयिङ्ग् इस् ऐ अण्डर्स्टुड् युवर् क्वश्चन् बट् ऐ एम् सेयिङ्ग् डोण्ट् थिङ्क् आफ् दट् कैण्ड् आफ् अ क्वश्चन् ओके यु आर् नौ टेकिङ्ग् अ पेण्ट् एस् वन् द्रव्यम् अण्ड् यु आर् टेकिङ्ग् पाट् एस् अनदर् द्रव्यम् अण्ड् यु आर् सेयिङ्ग् नौ दट् पेण्ट् हस् बीन् अप्लैड् आन् द पाट् अण्ड् देर् फोर् देर् आर् द टू हेस् संयोगसम्बन्ध यस् दट् इस् ट्रू दट् इस् ट्रू बट् वै आर् यु थिङ्किङ्ग् आन् दट् एक्साम्पल् हियर् वाट् इस् अवर् श्यामाद्यरूप इत्युक्ते वैल् मेकिङ्ग् कपाल मिट्सल् श्यामरूपं कम्स् द यस् रूपं विना भवति वा घटः कपाले नो नो नो रूपं नेह दट् वर्णं श्यामरूपम् इति वर्णमेव श्यामरूपम् इति वर्णम् श्यामरूपं महोदय वर्णमेव सत्यं श्यामरूपं वर्णमेव सो वेन् ऐ मेक् हौ दट् श्यामरूपा कम्स् टु द क्ले दट्स् मै क्वश्चन् वाट् एवर् इस् द वि रेड् दट् नो वाट् एवर् इस् दि कलर् आफ् दि कपाल इफ् यु टेक् टु ब्लू कपालास् अण्ड् मेक् ओन् घट वाट् विल् बि दि कलर् आफ् दि घट नो नो देन् ऐ कन्फ्यूस् बिट्वीन् दि मृत् अण्ड् दि कपाल इति मृत् रूपम् इस् मृत् हस् गाट् इस् ओन् रूपं यु नो ब्रौन् लैट् ओके सो टेक् दट् रूप whatever be the rupa so mrid is black okay. in color okay okay fine fine then there's no question so, that shyama rupa exactly. created the condition ha yeah, so yeah. you are now bringing yeah, paint which is a dravyam we are not talking about paint no no no my question was because of that shyama rupa etra katam sadhaniyam tadevam na idaniyam asmakam vivakshana asti shyama rupasya nashtah katam jayate iti asmakam chintanam no no I now I have understood तर्हि भवान् एव अग्रे पठतु पृथिव्यां पृथिव्यां द्रवत्वनाशो अपि तेजसंयोगम् एव संयोगादेव अस्तु अत्र वदतु लिखितमस्ति इति पृथिव्यां द्रवत्वनाशो अपि पृथिवी इति द्रव्यः तत् नाशम् अपि तेजसंयोगात् एव न न अत्र महोदय पृथिव्यां द्रवत्वनाश द्रवत्वम् इत्युक्ते किम् द्रवत्वम् इति चतुर्विंशतिगुणेषु अन्यतमः लिक्विडिटि फ्लूइडिटि इति वदामः खलु सो इफ् यु टेक् पृथिव्याम् इत्युक्ते घृतम् इति स्वीकरोतु घृतं घी तत् सामान्यतया घनीभूतः अस्ति तदनन्तरं तेजसंयोगेन तस्मिन् द्रवत्वं जायते प्रथमम् G which is solid becomes when you put it on fire it becomes liquid tadanantaram idanim punah tasmin vidyama tarhi dravatvase idanim ghani bhutam dravat dravam jatam kalu what was semi solid becomes totally liquid tarhi tasya idanim what was semi solid has become liquid that semi solid what it was when it becomes liquid tasya karanam kim semi solidness iti gunah tadeva dravatvam dravatvasya nashah katham bhavati teja samyoha meva karanam tejah nasti teja sanyogah sanyogah iti gunah ten sanyoga devam tarhi prithivyam dravatvam asti teja sanyogah asti तर्हि समानाधिकरणगुणेनापि तेजसंयोगेनापि द्रवत्वस्य नाशः भवति इति द्वितीय उदाहरणम् आम् आम् महोदय इदानीम् अग्रे पठतु महोदय आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. अग्रे अपि पठतु. चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मृतं प्रायसे क्रियमाणे अपि न सः स्मर्यते कुतः कालवशात् नष्टः संस्कारः वार्धक्यादि. एकनिमिषं तावत् स्वीकुर्मः. अस्तु, तर्हि प्रथमवाक्यमस्ति आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. अस्तु, इदानीं संस्कारः इति कीदृशपदार्थः इति वदतु. संस्कारः इति गुणमेव महोदय. हा, चतुर्विंशतिगुणेषु अन्यतमः अस्ति संस्कारः. आम्, कुत्र विद्यते संस्कारः, कुत्र लभ्यते? आत्मनि लभ्यते. हा, आत्मनि नवविशेषगुणाः सन्ति इति अस्माभिः अधीतं खलु. नव विशेषगुणाः सन्ति, बुद्धिज्ञानम्, इच्छा, कृतिः, राग, द्वेष, अन्यदपि आसीत्, तदनन्तरं पुण्य पाप संस्काराः इति धर्म अधर्म. पापपुण्यमिति मया उक्तं, धर्म अधर्म संस्काराः इति. तत्र इदानीं संस्कारः इति आत्मगुणः, आत्मा इति द्रव्ये संस्कारः इति गुणः अस्ति. तर्हि संस्कारः इति गुणस्य नाशः कथं भवति इति अत्र चिन्तनम्. अत्र किं लिखितं? कालात् भवति, रोगात् भवति, चरमेण स्मरणेन वा नश्यति इति लिखितम्. तर्हि कालात् कथं भवति इत्यस्मिन् विषये अत्र लिखितमस्ति, चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न स्मर्यते, कुतः? कालवशात् नष्टः संस्कारः. आम् महोदय. इति कृत्वा तत्र कालमपि कारणं भवति गुणनाशस्य. संस्कारः इति गुण आत्मगुणस् गुणनाशं प्रति कालः एकं कारणं भवति इति अत्र लिखितम्. तदेव रोगम् एव कारणम्. अग्रे पठतु. वार्धक्यादीनां रोगक्रान्ते शरीरे न स्मरति अनुभूतं विषयं. वार्धक्यसमये यत्र रोगं सन्ति इति लोकव्यवहारः वयं दृष्टवन्तः, तदेव कारणं शरीरस्य संस्कारस्य नाशनं रोगमेव कारणम्. हा, ओल्ड् एज्, इन् ओल्ड् एज् पीपल् गेट् डिसीस्, वेन् पीपल् गेट् डिसीस् दे टेन् टु फर्गेट्. अत्र तदेव, तर्हि रोगमपि संस्कारस्य संस्कारः इति गुणस्य नाशं प्रति कारणं भवति. अस्तु, धन्यवादः महोदय. अग्रे स्वामी महोदय. महोदय, चरमेण स्मरणेन इति अग्रे आयास्यति. ओ, अग्रिमपरिच्छेदे अस्ति. स्वामी महोदय पठतु. हरिः ओं महोदय, क्षम्यतां किञ्चित् विलम्बेन आगतं. महोदय, 103 पेज् मध्ये तृतीयपङ्क्तिः, चरमेण स्मरणेनापि. आं महोदय, चरमस्मरणेनापि नश्यति संस्कारः. अजिज्ञासितोपि अर्थः इन्द्रियसन्निकर्षादिना अस्माभिः ज्ञातः इति मन्यताम्. तेन संस्कारः उत्पन्नः. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत् न प्रयोजनाभावात्. स्मरणाय खलु संस्कारः, यदि न सः विषयः पुनः स्मृतः कः लाभः तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनाय कल्पनया. अतः द्वितीयवारं यत् स्मरणमभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. अस्तु, अत्र किं लिखितमस्ति, कीदृश उदाहरणं किम् इति वदतु प्रथमम्. अत्र द्वितीयवाक्यमस्ति खलु, अधिज्ञासितः अपि अर्थः इन्द्रियसन्निकर्षादिना. हा वदतु. इन्द्रियसन्निकर्षादिना अस्माभिः ज्ञातः इति अधिज्ञासितः अपि वदतु. बुद्धं वा सम्यक् न बुद्धं महोदय सम्पूर्णं पुनः प्रायः. अत्र भवान् एवमेव तत्र वीथ्यां गच्छति इति चिन्तयतु महोदय. यत्किमपि मार्गे भवान् एवमेव तत्र वाकिङ्ग् करणार्थं गच्छति इति चिन्तयतु. भ्रमति. अस्तु, तत्र इदानीं भवतः चक्षुः उन्मीलितः निमीलितः अस्ति, तर्हि तत्र इन्द्रियसन्निकर्षः जायते. तत्र वृक्षाः सन्ति, पक्षिणः सन्ति इति तादृश तत्र इन्द्रियसन्निकर्षः ज्ञानम् उत्पद्यते एव खलु. आं महोदय. किन्तु यदा ज्ञानम् उत्पद्यते तस्मात् अग्रिमक्षणे आत्मनि संस्कारः इति गुणः जायते इति नैयायिकानां मतम्. यथा समुद्रतीरे वयं गच्छामः तर्हि पादं यत्र क्षिपामः तत्र इम्प्रेशन् भवति खलु, तदेव संस्कारः. आम् महोदय. यथा तत्र संस्कारः, इदानीं तत्र इम्प्रेशन् करणीयमिति अस्माकं विवक्षा नास्ति, तत्र जिज्ञासा एव नास्ति, तथापि तद् भवत्येव. इफ् यु वाक् आन् दि ओशन् फ्लोर् वि वेर् द साण्ड् इस् वेट्, ईवन् दो यु डोण्ट् इण्टेण्ड् टु कास् एन् इम्प्रेशन् देर्, देर् इस् एन् इम्प्रेशन् दट् गेट्स् फार्म्ड्, करेक्ट्? आं महोदय. एवमेव अस्माकं जिज्ञासा नास्ति. इदानीं तत्र वृक्षाः ये भित्त्यां सन्ति तद् द्रष्टुं तत्र जिज्ञासा नास्ति, एवमेव वयं गच्छन्तः सन्ति. किन्तु तत्र ज्ञानं भवत्येव अज्ञासितः अपि. तत्र अर्थः अर्थः इत्युक्ते विषयः इन्द्रियसन्निकर्षादिना अस्माभिः ज्ञातः इति मन्यताम्. यथा इदानीम् उदाहरणं मया दत्तम्, तेन संस्कारः उत्पन्नः इत्युक्ते संस्कारः, यदा ज्ञानं जायते तस्मात् अग्रिमक्षणे संस्कारः जायत्येव. कारणमस्ति चेत् कार्यं भवत्येव. आं महोदय. ज्ञानमेव संस्कारस्य कारणं, तर्हि संस्कारः जायते आत्मनि. किन्तु तत्र जिज्ञासा एव नास्ति, अपेक्षाबुद्धिः एव नास्ति, तद् मनसि स्थापनीयं, तस्य स्मरणं करणीयम् इति जिज्ञासा एव नास्ति. किन्तु ज्ञानं जातं तदनन्तरं संस्कारः अपि जातः, तर्हि तस्य संस्कारस्य नष्टः कथं भवति इति वक्तव्यं खलु. आं महोदय. तस्य कारणं किम् इति अत्र उक्तमस्ति, स्मरणाय संस्कारं भवति. स्मरणाय एव खलु संस्कारः इत्युक्ते, संस्कारः इति गुणः किमर्थम् अङ्गीकृतम्? संस्कारः इति गुणः न अङ्गीकृतं चेत् स्मरणम् इति ज्ञानं, स्मरणज्ञानं न भवत्येव. संस्कारः इति गुणः तस्मिन् विषये एतावत् न पठितं, किन्तु नैयायिकानां मतानुसारं प्रथमक्षणे ज्ञानं जायते, अग्रिमक्षणे आत्मनि ज्ञानं कुत्र जायते? आत्मनि एव जायते. तेन ज्ञानेन अग्रिमक्षणे आत्मनि एव संस्कारः जायते. किमर्थं संस्कारः इति गुणः अङ्गीकृतः इति चेत् अनन्तरम् इदानीं श्वः हा ह्यः मया एतद् दृष्टम् इति स्मरणज्ञानं भवति खलु, स्मरणं भवति खलु, तस्य कारणं किमपि वक्तव्यम्. तस्य स्मरणज्ञानस्य अद्य यद् ज्ञानं जायते तत् कारणं न भवति. किमर्थम् इत्युक्ते ज्ञानं क्षणात्मकम् इति नैयायिकानां मतम्. अस्मिन् क्षणे ज्ञानं जायते, अस्मात् अग्रिमक्षणे ज्ञानं नश्यति. स्मरणम् उत्पाद्य, स्मरणं नास्ति, संस्कारम् उत्पाद्य तस्मात् अग्रिमक्षणे ज्ञानं नश्यति इति नैयायिकानां मतम्. बुद्धं वा? बुद्धं महोदय, इदानीं तु बुद्धमेव. अस्तु, तर्हि एवं तेषां प्रक्रिया एवम् अस्ति. यदा इन्द्रिकर्षेण इन्द्रियसन्निकर्षः भवति केनापि विषयेण सह, तदा आत्मनि ज्ञानं जायते प्रथमक्षणे. तस्मात् अग्रिमक्षणे संस्कारः आत्मनि उत्पद्यते, तस्मात् अग्रिमक्षणे ज्ञानं नश्यति. अस्तु, इदानीं संस्कारः आत्मनि अस्ति, संस्कारः इति गुणः आत्मनि अस्ति. श्वः यदि भवान् स्मरणं कर्तुम् इच्छति ह्यः मया किं दृष्टमिति, तर्हि तस्य कारणं किम् इति चेत् संस्कारः एव इति तेषां प्रक्रिया अस्ति. तत्र इदानीं यदा भवान् वीथ्यां गच्छति, भवतः जिज्ञासा एव नास्ति इदानीं मया तत्र वृक्षः द्रष्टव्यः इति तादृशजिज्ञा नास्ति. तथापि ज्ञानं जायत्येव. किमर्थम्? इन्द्रियसन्निकर्षः अस्ति चेत् विषयेण सह तत्र ज्ञानं जायत्येव, अनिवार्यः. अस्तु, तर्हि ज्ञानं जायते चेत् तस्मात् अग्रिमक्षणे संस्कारः जायत्येव. तादृश अजिज्ञासितज्ञानेन जायमानसंस्काराणां नाशः कथं भवति इति प्रश्नः अत्र. रोगेण नष्टः संस्कारः, तत्र प्रयोजनाभावात् इति दत्तं खलु. हा, तत्र संस्कारः अस्ति इति चेत् तत्र प्रयोजनं किमपि भवेत्. संस्कारः इति गुणः अस्ति इति केन प्रमाणेन ज्ञातम् इति चेत् अनुमानप्रमाणेन एव ज्ञातम्. संस्कारं मनसा न गृह्यते. नव आत्मगुणाः सन्ति, तेषु षड् आत्मगुणाः एव मनसा गृह्यते. संस्कारः, धर्म, अधर्म इत्युक्ते पुण्यं पापम् इति त्रयाणाम् आत्मगुणानाम् अस्तित्वम् अनुमानेन एव निरूपितं, न तु प्रत्यक्षेन. इन्द्रिय मानसप्रत्यक्षं तत्र अङ्गीकृतम्. तर्हि यत्र यत्र अनुमानेन यत्किमपि अङ्गीकुर्मः तत्र प्रयोजनं विना किमर्थम् अनुमानं क्रियते? संस्कारः इति गुणः अस्ति इत्यस्य अनुमानं किमर्थं कृतम् इति चेत् संस्कारः इति गुणः अस्ति इति यावद् न अङ्गीकुर्मः तथा स्मरणम् इति ज्ञानं, स्मरणज्ञानं भवति इत्यस्य कारणमेव न वक्तुं शक्यते. अतः संस्कारः इति गुणः अस्ति इति नैयायिकाः स्वीकृतः अनुमानप्रमाणेन. बुद्धं खलु एतावत्? तर्हि महोदय, नश्यति इति प्रयोजनाभावात् यदि वक्ष्यामः, न प्रयोजन अभावात् इति अत्र अस्माकं निकषा मनसि स्थापयन्तु. कार्यस्य इदानीं कार्यं किं? संस्कारस्य नाशः इति कार्यं. सत्यं महोदय. तस्य कारणम् इदानीं प्रयोजन अभावः इति वदति चेत् प्रयोजन अभावः कार्याधिकरणे पूर्वक्षणे भवेत् खलु महोदय. प्रयोजन अभावः इति कीदृश अभावः? अत्यन्त अभावः वा, अन्योन्य अभावः वा, प्रध्वंस अभावः, प्रागभावः वा? वदतु. किमपि नास्ति. प्रयोजन अभावः इति यद् व्यवह्रियते चतुर्विध अभावेषु अन्यतमः नास्ति तत् महोदय. यदि प्रयोजनम् इति कश्चन पदार्थस्य उत्पादनम् अङ्गीकुर्मः तदा एव तस्य अभावः वक्तुं शक्यते खलु. ओ महोदय, प्रयोजनमिति केवलं चिन्तनमेव, अत्र ज्ञानमपि नास्ति प्रयोजनम् इति, किमपि पदार्थः नास्ति प्रयोजनं. तर्हि प्रयोजन अभावः, प्रयोजनस्य अभावः, प्रयोजनाभावः संस्कारनाशं प्रति कारणं न भवति. तर्हि किं कारणम्? अत्र लिखितमस्ति चरणस्मरणम् इति, इत्युक्ते भवान् वीत्याम् एतादृशं गच्छति, तर्हि तत्र वृक्षं पश्यति, ज्ञानमुत्पद्यते, अयं वृक्षः इति ज्ञानमुत्पद्यते. तेन ज्ञानेन भवतः आत्मनि इदानीं संस्कारः जातः, तेन संस्कारेण इदानीं स्मरणं जातः इति चिन्तयतु. तदेव अन्तिमचरमस्मरणं संस्कारस्य नाशकः भवति इति नैयायिकाः वदन्ति. स्मरणेन वक्तुं शक्यते इत्यतः अत्र कालेन नष्टः इति न वक्तुं शक्यते. कुत्र कालेन नष्टः इति स्वीकर्तुं शक्यते? इदानीं मया प्रयतितं खलु आत्म नव आत्मगुणाः के इति, तत्र अष्ट आत्मगुणाः एव मया उक्ताः, एकं मया विस्मृतम्. यद्यपि मम आत्मनि जिज्ञासा आसीत्, इच्छा आसीत्, तत्सर्वं मनसि स्मरणीयम् इति जिज्ञासा आसीत्, किन्तु प्रायः बहुकालपूर्वं मया एतद् उक्तम् इति रीत्यतः कालेन एकस्य स्मरणं नष्टं जातं. तर्हि तादृशी यत्र अस्माकं जिज्ञासा अस्ति एतद् मम मनसि स्थापनीयम्, तस्य स्मरणस्य आवश्यकता अस्ति मम, अहं न्यायं पठन्नस्मि इत्यतः तत्र प्रयोजनम् उद्दिश्य संस्कारः मम मनसि जातः, किन्तु कालेन बहुवार अप्रयोगेन तस्य कालः तस्य नष्टः जातः. तर्हि अत्र किं कारणं? कालः इति द्रव्यमस्ति खलु, तदेव द्रव्यं जिज्ञासेन यः संस्कारः जातः तस्य कारणं कालः. अजिज्ञासितः संस्कारस्य कारणं किं? चरणस्मरणम् इति नैयायिकाः वदन्ति. बुद्धं वा? अङ्गीकरणं नास्ति. चरमस्मरणेन नाशनं कथं भवति इति, चरमस्मरणेन अपि संस्कारः द्विगुणीकृतं भवति वा त्रिगुणीकृतं भवति वा महोदय, गुणितं भवति, किन्तु नाशनं कथं भवति इति. हा, इत्युक्ते पुनः पुनः स्मरणेन संस्कारस्य दृढी एव भवति इति भवान् वदति. आं महोदय, किन्तु चरणस्मरणं किम् इति भवता वक्तुं शक्यते वा? चरमस्मरणम् इति बुद्धिपूर्वकस्मरणं नास्ति, कल्पितमस्ति. अत्र कारणं किमपि वक्तव्यं. संस्कारः जातः, इदानीम् अहं वीत्याम् एवमेव गच्छामि, तत्र इन्द्रियसन्निकर्षः जातः वृक्षेण सह, तर्हि ज्ञानम् अयं वृक्षः इति ज्ञानम् उत्पादितं, ज्ञानेन तत्र संस्कारः उत्पादितः अस्ति, तावत् तत्र किमपि क्लेशः नास्ति खलु. तादृशसंस्कारस्य नाशः वक्तव्यः भवति. तर्हि तत्र चरणस्मरणम् इति किमपि कल्पितं तेन. चरणस्मरणम् इत्युक्ते पुनः पुनः स्मरणेन, यद्भवता उक्तं तत् समीचीनमेव, इत्युक्ते पुनः पुनः स्मरणेन अभ्यासेन एव संस्कारस्य दृढी भवति, संस्कारः दृढी भवति इति तु सत्यम्. किन्तु चरमस्मरणम् इत्युक्ते कदा भवान् स्मरणं त्यक्तवान् इति भवता वक्तुं शक्यते वा? न महोदय. तर्हि किन्तु चरमस्मरणमेव नास्ति इति भवतापि न वक्तुं शक्यते खलु. इत्युक्ते भवान् यदा गुरुकुले पठन् आसीत् तत्र बहु किमपि भवता पठितं, सत्यं, तस्य स्मरणे अपि भवता स्थापितं, प्रयासं कृत्वा, अभ्यासं कृत्वा स्मरणे संस्कृत तत्र संस्कारः दृढीकृतः भवता। सत्यं महोदय। तथापि इदानीं तस्मिन् दिने भवान् अधीतवान् खलु इति अहं पृच्छामि चेत् स्मरणे नास्ति इति भवान् वदति खलु? आं महोदय। तर्हि संस्कारः नष्टः जातः, तद् इदानीं कालेन नष्टः जातः इति वक्तुं शक्यते, किन्तु यत्र भवतः जिज्ञासा एव न आसीत् तत्र किमपि वक्तव्यं भवति, तद् किम् इति चेत् चरमस्मरणेन, चरमस्मरणम् इति अनुमानमेव कृतं, किं चरणस्मरणम्? एतद् भवतु इदानीं एतदेव मम चरमस्मरणमस्ति, अन्तिम चरम इत्युक्ते अन्तिम इति अर्थः, अन्तिमस्मरणम् एतदेव भवतु इति विचिन्त्य तादृश अन्तिमस्मरणं यदा कदापि न भवति। किन्तु स्मरणम् इति ज्ञानम् अङ्गीकृतं पदार्थत्वेन इत्यतः तदेव भवति संस्कारस्य नाशं प्रति कारणम् इति नैयायिकाः वदन्ति, तदेव अत्र लिखितमस्ति। यदि न सः विषयः पुनः स्मृतः कः लाभः, तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया, अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम् इति तादृशं स्वीकृतम्। महोदय बुद्धं वा? अस्तु, आं महोदय। अस्तु, समीचीनं, तर्हि अग्रे गच्छेम। श्रीरा महोदय अग्रे पठति वा? महोदय, महोदय वद। पूर्वं दृष्टवन्तः ज्ञानं क्षणिकमेव इति नैयायिकानां मतम्। इत्युक्ते घटज्ञानं वर्तते चेत् तत् अनेककालं मम संस्कारे अस्ति। संस्कारः इति भिन्नः गुणः, ज्ञानम् इति भिन्नः गुणः। संस्कारः अस्ति किन्तु ज्ञानं नास्ति, ज्ञानेन संस्कारः जायते, तदनन्तरं ज्ञानस्य नष्टं भवति। ज्ञानं नास्ति चेत् कथम् अहम् अनन्तरं घटं दृश्यं दृश्यामि चेत् तद् घटः तद् ज्ञानं उदयति? संस्कारः न ज्ञानः, तत्र ज्ञानं अत्र। अस्तु, अत्र पश्यतु, प्रथमम् अहं किमपि द्रव्यं, मम पुरतः घटः इति द्रव्यमस्ति, तत् पश्यामि। इदानीं तस्य नाम घटः इति मया ज्ञातं वा? प्रथमवारम् अहं पश्यामि। आम्, ज्ञातमेव। न न, घटः इति शब्दस्य ज्ञानं न जातं खलु? इदानीं भवतः पुत्रः अस्ति, आम्, सः पृच्छति अत्र अत्र किमपि अस्ति, सः कः इति पृच्छति, भवान् तं प्रति ज्ञानं ददाति अयं घटः। तर्हि घटः इति शब्दस्य संस्कारः अस्ति मनसि, घटः इति शब्दस्य संस्कारः अस्ति आत्मनि, मनसि नास्ति आत्मनि। इदानीं श्वः पुनः इन्द्रियसन्निकर्षेण तद् पश्यति, यद् यद् यत्किमपि पुरतः अस्ति तत् पश्यति, अयम् इति ज्ञानं जायते, पुनः तत्र घटः, अयं घटः इति घटशब्दः कथं जायते तस्मिन् आत्मनि? संस्कारेणैव ज्ञायते, घटं दृष्ट्वा घटः इति शब्दस्य ज्ञानं न भवति। बुद्धं वा? आम् महोदय। So, do you understand what I'm saying? If you don't, I'll speak in English. It doesn't matter. No, no, I understand what you say in English. What is your question? The question is, jnanam yatutpatide that nirantaram, no, it is neither. If the jnanam comes and goes, then how can you remember? No, are you talking of remembrance or are you talking of jnanam? Both are two different jnanam. According to Nayayika. No, no, I am not talking about remembrance. I am not talking about samskara at all. Kevalam jnanam eva. ओके, ज्ञानं कथम् उद्भद्यते भवान् वदतु, नैयायिकानां मतानुसारं ज्ञानं कथम् उद्भद्यते? मनसि उद्भद्यते। न न, कुत्र उत्पद्यते इति मया न पृष्टं, कथं, हौ डस् ज्ञान हेपन्? इन्द्रियसन्निकर्ष अस्तु, श्वः इन्द्रियसन्निकर्षः भवति चेत् ज्ञानं किमर्थम् उत्पद्यते? श्वः अपि इन्द्रियसन्निकर्षः भवति खलु? टुमारो आल्सो दि ऐ इस् कमिङ्ग् इन् टु काण्टाक्ट् वित् घट. No, that is the, that is right, Mahodaya. But so, first time when I see a gata, through Indriya Jnana, Sandhikarsham, I get that Jnana, that is Ghatam. So that... No, you basically get a, you don't get the Jnanam that it is Ghatam. You basically say that there is an object. That is all the Jnanam you get. Yeah. So right. When your grandson for the first time is seeing a gata, he sees the gata and he says, there is an object here. What is its name? He asks. Then you say, I am Ghataha. You teach him, this is a pot. Now that Shabda, pot, is what is in his memory. Tasya samskara asti. Then the next day when he sees, again there is an Indriya Sannikarsha between the object and the eye. Yeah, yeah. He is able to see the object. But then from the memory only, he remembers, this object's name is Ghata. Anusmaranam karo. So where is the problem? If I say Jnanam is Kshanikam, where is the problem? If he remembers, tomorrow let us say, if he remembers, yesterday I saw a Ghata. There is no Indriya Sannikarsha at all here. He just remembers. Tasya karanam samskara. If it is only remembrance, smaranam, tasya karanam samskara. If he sees the ghata again, then the karanam for that is the indriya sannikarsha. Atma jnanam api sannikarsha. Ah. Yes. I understand, Mahodaya, I understand. Ha. Jnanam charikam. Atma jnanam api kshanikam eva. Tarkikam. Atma jnanam api kshanikam eva. Okay. Hmm. Dhanyavad. Astu. अग्रे पठतु महोदय. श्रीराम महोदय. सङ्क्षेपतश्च गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वा भवति इति आगतम् तावत् महोदय. हा तत्र वदतु अत्र किमस्ति इति. अस्तु, संक्षेपरूपेण गुणनाशः कथं भवति इत्युक्ते समवायिकारणनाशात् यतः घटः नश्यते तस्य रूपं अपि नश्यति. निमित्तकारणनाशात् तत्र एकत्वं द्वित्वस्य निमित्तकारणम् इति कृत्वा यदा एक द्वित्वस्य निमित्तकारणमस्ति तस्य अपेक्षा इति अपेक्षा आकाङ्क्षा तस्य नाशात् तत्र द्वित्वस्य नाशः भवति. समीचीनं. समानाधिकरणगुणान्तरेण समानाधिकरणगुणान्तरेण इत्युक्ते तत्र समानाधिकरणेन यः गुणः तेन गुणस्य नाशः भवति यथा तेजसंयोगः संयोगेन रूपनाशः घटे रूपनाशः घटस्य. एकम् उदाहरणं. द्वितीय उदाहरणं. द्वितीय उदाहरणं किमासीत्? तेजसंयोगेन द्रवत्वनाशः. द्रवत्वनाशः तेजसंयोगेन संयोगेन रूपनाशः इति एकम् उदाहरणं. संयोगेन द्रवत्वनाशः इति द्रवत्वमपि गुणः. तर्हि तद् द्वितीय उदाहरणं. तृतीय उदाहरणं. समानाधिकरणे गुणोपि गुणनाशः यथा घटे तेजससंयोगः प्रथमः. पुनः मा पठतु, इदानीं चिन्तितं खलु, तद् आधारीकृत्य वदतु. द्रवत्वनाशः तद् स्मरामि इति द्वितीय उदाहरणम् उक्तम्. प्रथम संयोगेन रूपनाशः, द्वितीय उदाहरणमस्ति संयोगेन द्रवत्वनाशः, तृतीय उदाहरणं. तृतीय उदाहरणं द्वितीयसमये संस्कारनाशः. संस्कारकालेन रोगेण अस्ति खलु महोदय, तत् तृतीयकालेन कालः इति द्रव्यं, रोगः इत्यपि तत्र द्रव्ये अन्तर्भूतं भवितुमर्हति. कालेन रोगेण च चरमस्मरेण संस्कारस्य नाशः भवति. त्रयेण चरमस्मरणं च स्मरणम् इति ज्ञानमस्ति खलु. सत्यं. तर्हि ज्ञानम् आत्मनि अस्ति, संस्कारः कुत्र अस्ति? आत्मनि एव. तर्हि समानाधिकरणगुणेन सत्यं सत्यं. चरमस्मरणेन संस्कारः यद् जायते तदेव तृतीयम् उदाहरणं. सत्यं, तत्र सङ्गच्छति. सत्यम् अस्तु इति एतादृशानि अस्माभिः दृष्टानि. तर्हि गुणनाशः कथं कथं भवति इति. अस्तु अग्रे पठतु महोदय. विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य? वक्षमाणानुमाने विभागसाधके विवरणसौकर्यं भविष्यति, किम् अनुमानम् उच्यते? अस्तु तावद् वदतु तर्हि इदानीम्. अत्र किमर्थं प्रथमम् अस्माभिः प्रागभवस्य नाशः दृष्टं, तदनन्तरं द्रव्यस्य नाशः कथं भवति इति दृष्टं, तदनन्तरं गुणानां नाशः कथं भवति इति दृष्टम्. अनेन चर्चया अनया चर्चया का लाभः, कः लाभः इति प्रश्न उदेति. कुत्र कः लाभः? प्रकृतविषये कः लाभः? प्रकृतविषयः कः? प्रकृतविषये अस्ति कथं विभागः इति, किमर्थं विभागः इति गुणः स्वीकरणीयः, केवलं संयोगनाशः इति एव स्वीकुर्मः इति प्रश्नः, मूलप्रश्नः अस्ति. तत्र विभागस्य आवश्यकता का इति प्रश्नः अस्ति. अस्मिन् प्रसङ्गे या चर्चा अस्माभिः कृता तस्य प्रयोगः भवति इति आचार्यः वदति. हा इत्युक्ते तर्हि इदानीं एतावत्पर्यन्तं यद् अस्माभिः अधीतं तर्हि भवानेव वदतु तत्र उत्तरत्वेन अस्य प्रयोजनं किम् इति ऊहां करोतु. अहं चिन्तयामि अत्र कुत्रापि नाशकारणं नास्ति, इत्युक्ते प्रतियोगिया क्षम्यतां सामग्र्या तत्र प्रागभाषि नाशः अभवत्. तदनन्तरं इदानीं तत्र अत्र विभागविषये सर्वं वदति चेत् समयः नास्ति इत्यतः विभागविषये वयम् अनुमानं कर्तुं शक्नुमः कुत्रापि गुणस्य संयोगः इति गुणस्य नाशः अभावेन न भवति इति, गुणेन तद् नास्ति. भवान् समीचीनतया अस्तु सर्वे पश्यन्तु इदानीं बहु किमपि अस्माभिः अधीतं, द्रव्यस्य नाशः, अभावस्य नाशः, गुणस्य नाशः, क्रियायाः नाशः, एतत् सर्वं किमर्थं चिन्तितं, प्रकृतविषये तस्य प्रयोजनं किम् इति चेत् विभागः इति कीदृशपदार्थः श्रीराममहोदय वदतु. गुणः. संयोगः इति कीदृशपदार्थः? गुणः. हा तर्हि समानाधिकरणगुणेनापि भवति गुणनाशः. सत्यं, तदपि अस्ति इति उक्तं खलु, तदेव अत्र स्वीकर्तव्यं. विभागः इति गुणेन संयोगस्य नाशः भवितुम् अर्हति. तत्र भिन्नभिन्नस्थलानि अस्माभिः उक्तानि. प्रथमं तेजसंयोगेन घटे विद्यमानतेजसंयोगेन घटे विद्यमानस्य रूपं यथा नष्टः भवति, घृते विद्यमानतेजसंयोगेन घृते विद्यमानद्रवत्वस्य नाशः यथा भवति, आत्मनि विद्यमानसंस्कारस्य नाशः आत्मनि विद्यमानस्मरणेनैव यथा नाशः भवति, तथा कन्दुके विद्यमानविभागेन कन्दुके विद्यमानपूर्वदेशसंयोगस्य नाशः भवति इति अत्र निरूपितम्. महोदय एवमपि एवमपि वदामः खलु महोदय, कुत्रापि नाशः कस्यापि कारणं न अस्ति इति एतेषु स्थलेषु यावत् अस्माभिः दृष्टं तत्र नाशः कुत्रापि इत्युक्ते कारणं न अस्ति, नाशः कारणम् इति संयोगनाश एव कारणम् इति वदामः खलु, नास्ति न भवितुम् अर्हति इति अनुमानं न कुर्मः वा, कर्तुं शक्नुमः वा? इत्युक्ते भवान् किं वदति नाशः, नाशः इत्युक्ते किम्? इदानीं तस्य अभावः इत्येव, संयोग अभावः इत्येव वयं पूर्वं पठितं खलु, संयोग अभावः एव तस्य विभागस्य इत्युक्ते विभक्तः पदार्थः एव. सोपानेन गच्छेम, नाशः भवान् भवान् वक्तुम् इच्छति नाशः यस्य कस्यापि अन्यस्य नाशं प्रति कारणम् इति भवान् वदति न इति वदति खलु? तदेव सत्यम्. अस्तु, नाशः इत्युक्ते किम्? अभावः खलु, अभावः तदेव भवता पठितं, नाश अपरपर्यायः ध्वंसः इति. तर्हि अभावः, नाशः इत्युक्ते प्रध्वंसाभावः इति अर्थः. सत्यम्. एकस्य प्रध्वंस अभावः अन्यस्य यस्य कस्यापि कारणं न भवति इति एतावत् अस्माभिः अधीतम् इति तु सत्यम्. किन्तु तत् सः समीचीनतर्कः अत्र कस्मिन् विषये चिन्तनमेव नास्ति. किमर्थम् इदानीं पूर्वपक्षिणः आक्षेपः कः? विभागः इति पदार्थः न आवश्यकः, तस्य संयोग अभावः एव भवतु इति पूर्वपक्षि वदति. संयोगस्य अभावः, संयोगस्य अभावः एव विभागः इति पूर्वपक्षी वदति खलु. विभागः इति नूतनगुणः न स्वीकर्तव्यः, केवलं संयोगस्य नाशः प्रध्वंसः, संयोगप्रध्वंसः एव विभागः इति सः वदति खलु. सत्यं सत्यं. तस्य उत्तर तस्य निरसनं कथं वा यद् भवता इदानीम् उक्तं तत् कथं भवितुमर्हति? न भवति खलु. भवान् किं वदति, एकः प्रध्वंस अभावः अन्यस्य प्रध्वंस अभावस्य कारणं न भवति इति भवता उक्तम्. सत्यं, नाशः कारणं न भवति इति, नाशः कारणं न भवति. तद् पूर्वपक्षिणः मतमेव नास्ति. पूर्वपक्षी किम् आक्षिपति? विभागः इति नूतनगुणः नास्ति. विभागः इत्युक्ते संयोगप्रध्वंस अभावः एव विभागः इति सः वदति. अस्तु, तस्य उत्तरत्वेन भवान् किं वदति? प्रध्वंसनाशः, एकस्य प्रध्वंसनाशः अन्यस्य प्रध्वंसनाशं प्रति कारणं न भवति इति भवतु, किन्तु अत्र अनेन किम्? सत्यं सत्यं, तद् नास्ति कारणं. हा, इति तत्र किमपि सम्बन्धः एव नास्ति. इत्युक्ते संयोगस्य नाशः कथं भवति इति अहं पृच्छामि चेत्, सूर्यः पश्चिमदिशायाम् उदितः इति भवान् वदति चेत् सम्बन्धः अस्ति वा? किमपि नास्ति खलु. सत्यम्. एवमस्ति इत्यतः सम्बन्धपूर्वकं किमपि वक्तव्यम् अस्ति. अपि च निमिषद्वयमहं स्वीकरोमि. अस्तु, इदानीं द्रव्यस्य नाशः कथं भवति इति अस्माभिः अधीतं, गुणस्य नाशः कथं भवति इति अधीतं, क्रियायाः नाशः, तदनन्तरं द्रव्यगुणकर्म सामान्यस्य नाशः भवति वा? सामान्यं नित्यः, अतः सामान्यस्य नाशः यदा कदापि न भवति. सामान्यं समवायः, समवायः इति सम्बन्धः अस्यापि नाशः यदा कदापि न भवति. अपि च विशेषः, विशेषः केवलं नित्यपदार्थेषु एव वर्तते इति कृत्वा तस्यापि नाशः भवति, नाशः न भवति. अपि च अभावः, अभावः चतुर्विधः, तेषु केवलं प्रागभावस्य नाशः अङ्गीकृतः, अन्येषां त्रयाणाम् अभावानां नाशः न भवत्येव. तर्हि केषां नाशः कथं भवति इति सम्पूर्णगभीरचिन्तनम् इदानीम् अस्माभिः कृतम्. अस्तु महोदय, मम प्रश्नः अस्ति, यदा केवलं प्रागभावस्य नाशः भवति इत्युक्ते, यदा पूर्वम् अस्माभिः अधीतं खलु महोदय, तत्र इदानीं जलं विशिष्टजलम् आनयामि, तत्र अन्योन्य प्राग्प्रध्वंस अत्यन्तभावस्य विषये यदा अस्माभिः अधीतं, तत्र विशिष्टनदीजलम् समुद्रजलम् आवश्यकं चेत् अभावः अस्ति चेत् तस्य आनयनेन तस्य अत्यन्तभावः नाशः भवति इति अधीतं खलु महोदय, तद् नाशः नास्ति वा? अस्तु, अत्र समयः अहं रेकार्डिङ्ग् ध्वनिमुद्रणं स्थगयामि, तदनन्तरं यैः गन्तव्यं ते गच्छन्तु, तदनन्तरम् इतोपि किञ्चित् चिन्तयामः तस्मिन् विषये. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च.